पद्मपुराणं खण्डं 6 उत्तरखण्डम् अध्यायं 146 महादेव उवाच तदो गच्छेदेवेशि तीर्थं रुद्रमहालयं केदारानुपमं साक्षाद्रुद्रेण परिनिर्मितं श्राद्धं तत्रैव कर्तव्यं पितॄणां तृप्तिकारणम् तत्र श्राद्धप्रदानेन पितरः सपितामहाः तृप्ताः समभिगच्छन्ति रुद्रस्य परमं पदं वृषमुत्सृजदेयस्तु तत्र रुद्रमहालये कार्तिक्यामथ वैशाख्यां रुद्रेण सह मोददे केदारे उदकं पीत्वा पुनर्जन्मन विद्यते अत्र दुःस्नानमात्रेण मुक्तिभागीनसंशयः एकस्मिन् समये देवि त्यक्त्वा कैलासमागतः साभ्रमदीं महागङ्गां ज्ञात्वा लोकहिताय वै तत्र स्नात्वा च पीत्वा च कृत्वा तीर्थमनुत्तमम् तदोक्तं च स्वकं स्थानं कैलासं प्रदिभामिनि तदनन्तरं महापुण्यं तीर्थं जातं महालयं रुद्रमहालयमिति लोके ख्यातिं गमिष्यति कार्तिक्यामथ वैशाख्यां ये गच्छन्ति सुरोत्तमे न तेषां विद्यते दुःखम् सर्वसंसारजं पुनः इति पद्मे महापुराणे उत्तरखण्डे उमामहेश्वरसंवादे रुद्रमहालयतीर्थं नाम 44 शाधिकशततमोऽध्यायः ओम्।